नमस्सर्वेभ्यः. पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतं. प्रवृत्तमानविषयः अस्ति तिङ्प्रत्ययानां सिद्धिः इति. अदन्त अङ्गानां यत्र प्रत्ययः सार्वधातुकः, तत्र वयं दृष्टवन्तः परस्मैपदी आत्मनेपदी प्रत्ययानां कृते चतुर्षु लकारेषु सिद्धप्रत्ययाः साधितवन्तः. अवशिष्टमस्ति अभ्यासः, सः इदानीं वयं कुर्मः. अष्टाध्यायीपुस्तके एकसप्ततितमे पुटे ला अधिकारः इति अस्ति, तद् अपि पार्श्वे स्थापयन्तु. वयम् एकवारं सूत्रं, तस्य प्रसक्तिः कुत्र अस्ति कुत्र नास्ति, केन सूत्रेण बाधितम् इति पश्यामः. अनन्तरं तद् कुत्र अस्ति, अत्र पुस्तके कुत्र अस्ति, अनुवृत्तिः कथम् आगच्छति इति अपि एकवारं परिशीलयामः. त्रिंशत् सूत्राणि सन्ति अस्मिन् अभ्यासे. वयं प्रयत्नं कुर्मः कियत् अद्य भवति इति. प्रथममस्ति ससजुषोरुः, द्वितीयमस्ति करवसानयोर् विसर्जनीयः. सूत्रद्वयमपि युगपत् एव आगच्छति, अतः सूत्रद्वयमपि वयं स्वीकुर्मः. ससजुषोरुः करवसानयोर् विसर्जनीयः अष्टम अध्यायस्य सूत्रमस्ति. यदा पश्यति चेत् अष्टम अध्यायस्य द्वितीयपादे ससजुषोरुः अस्ति, करवसानयोर् विसर्जनीयः अष्टम अध्यायस्य तृतीयपादे अस्ति. सर्वदा तस्य कार्यम् अन्ते एव भवति. ससजुषोरुः इति अष्टा त्रिपादीसूत्रं, करवसानयोर्विसर्जनीयः अपि त्रिपादीसूत्रम्, अतः अन्यत् सर्वाणि कार्याणि भूत्वा अन्ते एव ससजुषोरुः करवसानयोर्विसर्जनीयः, तस्य अवसरः आगच्छति. अतः प्रथमं तद् पश्यामः, अनन्तरम् अग्रे सरामः. श्रीवल्ली भगिनी वदति वा ससजुषोरुः करवसानयोर्विसर्जनीयः कुत्र कुत्र भवति इति? आं भगिनि, शरीरे करपत्रे पठामि वा? तदपि पठितुं शक्नोति, यदा भवती कृतवती चेत् तदपि पठितुं शक्नोति. द्वयमपि युगपत् नयतु. किमर्थम् इत्युक्ते तत् आगच्छति तादृशमेव. आं भगिनि, सूत्रद्वयं ससजुषोरुः करवसानयोः विसर्जनीयः. अदन्त अङ्गात् द्वयोः सूत्रोः प्रसक्तिः लट् लोट् लिङ् लङ्गि अस्ति. लट् लस्य प्रथमपुरुषस्य द्विवचने तस् इति प्रत्ययः, मध्यमपुरुष द्विवचने थस् इति प्रत्ययः, उत्तमपुरुषः द्वितीयवचने वस् इति प्रत्ययः, उत्तमपुरुषे बहुवचने मस् इति प्रत्ययः. लट् परस्मैपदि, परस्मैपदि तत्र प्रसक्तिः अस्ति. आत्मनेपदि मध्यमपुरुषः एकवचन थास् इति प्रसक्तिः अस्ति, परन्तु अपवादः सन्ति. प्रथमं परस्मैपदि लट् तस् इति ससजुषोरुः इति सूत्रेण रु तरु इति, करवसानयोः विसर्जनीयः इति सूत्रेण तः इति रूपं निष्पन्नः. तस् इति प्रत्ययस्य रूपं तः, वस् इति प्रत्ययस्य रूपं वः, मस् इति मत् इति प्रत्ययस्य रूपं मह इति भवति. लोट् लोट् लिङ् लङ् प्रसक्तिः अस्ति, परन्तु सूत्रः ससजुषोरुः इति सूत्रस्य बाधितम् अस्ति. लोट् लस्य अपवादसूत्रं तस् थस् तस् तमिपा तस्थस्तमिपां तां तान्तं तामः इति, तस्थाने तं तस्थाने तं मित् स्थाने तमिपां तास्थाने अन्त निप्स्थाने आम तस्तमिपां अपवादः वस्मस्थाने नित्यं नितः उत्तमस्य सः नित्यं लोपः इति सूत्रेण ससजुषोरुः इति सूत्रस्य अपवादसूत्रः सो लोट् लोट् मध्ये तस्थाने तां थस् स्थाने तं वस् स्थाने वा सकारस्य लोपः परन्तु आडुक्तमस्य पिच्च इति सूत्रेण आव इति रूपं मस्थाने मकारः आडुक्तमस्य पिच्च इति सूत्रेण आम इति रूपाणि सन्ति लङ् लङ्गे इति लोटो लङ्वत् इति सामान्यसूत्रं लङ् इति सेम् एस् इन् लोट् तस्तस्तमिपां नित्यं नितः सः उत्तमस्य नित्यं लोपः विधिलिङ्ग् विधिलिङ्ग् अपि तस्तस्तमिपां तान् तान् तमः नित्यं नितः इति सूत्रद्वयम् अपवादः सन्ति जी जी स्थाने प्रथमपुरुषस्य बहुवचने जी स्थाने विधिलिङ्गि झेर्जुस् झेः जी स्थाने जुस् इति आदेशः भवति उस् सषजुषोरुः इति सूत्रेण करवसामयोः विसर्जनेः सूत्रेण उहु इति प्रत्ययः उः इति रूपं भवति फैनल् रूपम् इयुः आत्मनेपदे थास् लट्लस्यः थासः से लट् अण्ड् लो लट् से से इति रूपं भवति लोट् लोट् इति थासः से सूत्रस्य प्रसक्तिः अस्ति परन्तु स्वाभ्यां वामौ इति अपवादस्य सूत्रेण स्वा इति रूपं भवति लङ् लङ्गि विधिलिङ्गि नो अपवादः तास् इति ताः विधिलिङ्ग् ईथाः इति रूपं भवति तावदेव ससजुषोरुः करवसानि विसर्जनीयः भगिनी करपत्रम् अस्ति वा तत्र सूत्रस्य अनुवृत्तिसहितसूत्रम् एकवारं पठति वा करपत्रे हा हा ससजुषु पदस्य रुः सम्पूर्णसूत्रं करवसानयो विसर्जनीयः करवसानयोः पदस्य रः विसर्जनीयः पदस्य संहिताया अधिकार अस्तु पदस्य इति अपि अधिकारः अस्ति पदस्य अन्ते एव कार्यं द्वयोः अपि ससजुषोरुः अपि पदस्य करवसानयोर् अपि पदस्य अतः यदा पदं निष्पन्नं तत्र कार्यं भवति सम्यक् अस्तु रघुपतिमहोदय जोन्तः एरुः द्वयमपि करोति वा युगपत् न आगच्छति परन्तु सूत्रद्वयमपि स्वीकरोतु प्रथमं जोन्तः करोतु अनन्तरम् एरुः कुत्र भगिनि करपत्रात् भगिनी करपत्रात् पठितवती यदा भवान् सिद्धः अस्ति चेत् जानाति चेत् तादृशमपि वक्तुं शक्नोति अस्तु अहम् एकवारं जोन्तः इति सूत्रमस्ति जकारस्य स्थाने अन्त आदेशः भवति तस्य सूत्रस्य प्रसक्तिः अस्ति लट्लकारे अस्ति लट् लट्लकारे अस्ति परस्मैपदी अपि अस्ति आत्मनेपदी अपि अस्ति श्रुवन्तः लोट् लकारे अपि अस्ति श्रुवन्तः लङ्लकारे अपठन् अस्तु लङ्लकारे अपि अस्ति विदिलिङ्लकारे नास्ति श्रुवन्तः इति एकनिमिषं तिष्ठति तत्र अस्तु विधिलिङ्गकारे बाधितं भवति एकनिमिषं तत्र हा विधिलिङ्गकारे बाधितं भवति पठामि एकनिमिषं सर्वत्र प्रसक्ति अस्ति परस्नेपदी आत्मनेपदी च लट् लोट् लङ् विधिलिङ्ग् कार्ये न भवति यत्र बाधितं परस्नेपदी अस्तु विधिलिङ्ग् जेर्जुस् इति अपवादः कार्यं भवति आत्मनेपद लट् लोट् लङ् बाधितं विधिलिङ्ग् जस्य रन् इति विधिलिङ्ग् अस्तु आत्मनेपदी जस्य रन् इति अस्तु अतः जोन्तः सर्वत्र कार्यं करोति लट् लोट् लङ् आत्मनेपदी लट् लोट् लङ् परन्तु बाधितं विधिलिङ्गि परस्मैपदी जेर्जुस् इति सूत्रेण आत्मनेपदी जस्यरन् इति सूत्रेण सरलम् अस्ति किल तत्र भवतः समीपे अनुवृत्तिसहितसूत्रमस्ति चेत् पठतु महोदय एकवारं जोन्तः प्रथमकरपत्रे अस्ति भगिन्याः डाक्युमेण्ट् अस्ति चेदपि उद्घाटयतु तत्र सत्यस्य जकारः अवयवस्य स्थाने अन्तादेशः भवति सः षष्ट्यन्तम् अन्त प्रथमान्तम् इति पदविधं जः अन्तः अङ्गस्य प्रत्ययस्य जः अन्तः तत् सूत्रमपि सप्तम अध्यायस्य प्रथमपादे अस्ति अतः अङ्गम् इति अधिकारः अस्ति वा तत्र सप्तमाध्याय अङ्गस्य इति अधिकारे अस्ति जोन्तः इति अङ्गकार्यम् इदानीम् एरुः स्वीकरोतु महोदय तादृशमेव करोतु अस्तु तस्य प्रसक्तिः लोट्लकारे भवति लोट्लकारे पठतु लोट्लकारे भवति इदानीं तु सिप् तत्र हा तत्र तस्य अपवादः भवति एकनिमिषं पठ तत्र सेहे पिच्च अस्तु सेहे सेहे पिच्च इति इति आदेशः भवति अतः मध्यमपुरुषे तस्य अपवादः अस्ति एरुः लोट् लोट् लस्य एहे उः इति सूत्रमस्ति इकारस्य स्थाने अकार उकारादेशः अतः लोटि एव प्रसक्ति लोटि एव प्रसक्ति अस्ति अपवादः अस्ति अस्तु सेहे पिच अपि च अमिप् तत्र अपि अस्ति मेर्निः इति आत्मनेपदी अस्तु आत्मनेपदी वहि महिम् इति तत्रैव इकार अस्ति तत्र आत्मनेपदनादं टेरे इति टित आत्मनेपदनां ए भवति एकार टेरे भवति अत्र अपि च इत्यनेन कुतः द्वयोः अपि अन्यत्र लब्धावकाशः अस्ति अतः अपवादः नास्ति अपि च आत्मनेपदे वहि महिङ् उभयत्र भाजितम् तीर्थात्मेदं तेरे इति तृतीय अध्यायस्य चतुर्थपादस्य नवसप्ततीय नवसप्तति सप्ततितमसूत्रमस्ति कुतः बाधितं भवति द्वयोः अपि अन्यत्र अर्धावकाशः अस्ति अतः अपवादः नास्ति अपवादः नास्ति अतः पूर्वसूत्रं कार्यं करोति इति एकनिमिषम् अपि च टीतात्मटेरे पूर्वसूत्रम् अतः विप्रतिषेधे परं कार्यम् इत्यनेन तस्य बलं न सिद्ध्यति तर्हि कारणं किम् अत्र टीतात्मकं टेरे इति नित्यं सूत्रम् एरुः तथा न नित्यं सूत्रमस्ति एतत् कृताकृत प्रसङ्गी यः विधिः भवति सः नित्यम् इत्युच्यते नित्यं टीतात्मकटेरे भवति एकनिमिषम् एः ये भवति कथं भवति नित्यम् इति यदि यद्यपि एरुः कार्यं न करोति चेदपि कृतं चेदपि टीतात्मेव टेरे इत्यस्य एकनिमिषम् इत्प्रतिषेधे परं कार्यं वहि अस्ति वहि इति वहे भवति वहे इति टीतात् आत्मटेरे इदानीम् एरुः तत्रापि कथं भवति अहं न जानामि अस्तु नित्यसूत्रमिति आम् तत्र प्रथमं सः यत्र सङ्घर्षः सूत्रयोः स्वङ्घर्षः भवति तत्र एव एतादृशचिन्तनं भवति अपवादः वा बलवान् परसूत्रं वा पूर्वसूत्रं वा नित्यसूत्रं वा इति अतः इदानीं किं स्थितिः इत्युक्ते तत्र यदा वहिङ् महिङ् इति आत्मनेपदी लोट् लोटी अस्ति चेत् तत्र एरुः इत्यस्य अपि कार्यं भवितुम् अर्हति तित आत्मनेपदानां टेरे इत्यस्यापि कार्यं भवितुम् अर्हति परन्तु वयं जानीमः तत्र यदा अत्र न कार्यं करोति चेत् एरुः अस्यापि अन्यत्र लब्धावकाशः इत्युक्ते परस्मैपदे तस्य कार्यम् अस्ति एव तित आत्मनेपदानां टेरे इत्यस्य कार्यं तु बहुत्र अस्ति न एवम् एकस्मिन् स्थले बहुत्र अस्ति अतः द्वयोः अन्यत्र लब्ध अवकाशः अस्ति इति कारणात् अपवादः नास्ति पूर्वसूत्रं परसूत्रम् इति पश्यामः चेत् तत्र टित आत्मनेपदानां तेरे इति तृतीयाध्यायस्य चतुर्थपादे अस्ति एरुः इति अपि तृतीयाध्यायस्य चतुर्थपादे अस्ति त्रि अशीतितमं सूत्रम् एरुः नव सप्ततितमं सूत्रं स्थित आत्मनेपदानां तेरे बलवान् कः बलवान् इति पश्यामः चेत् एरुः एव परसूत्रम् अस्ति एरुः अत्र कार्यं करोति वा इति चिन्तयामः चेत् अन्यचिन्तनमपि अस्ति इत्युक्ते यदा स्थित आत्मनेपद प्रथमम् एरुः अत्र आगत्य कार्यं करोति चेत् अनन्तरमपि स्थित आत्मनेपदानां तेरे इत्यस्य अवसरः अस्ति अत्र किमर्थम् इत्युक्ते अत्र तित आत्मनेपदानां तेरे किं वदति तस्य अनुवृत्तिसहितसूत्रमस्ति तितः लस्य आत्मनेपदानां तेः ए अतः प्रथमं यदा एरुः आगत्य अत्र कार्यं करोति चेदपि टि भागस्य एः भवति एव तित आत्मनेपदानां तेरे इति सूत्रेण कार्यं भवति एव पूर्वमपि तस्य कार्यं भवति यदा एरुः आगत्य कार्यं करोति अनन्तरमपि तस्य कार्यं भवति एतादृशसूत्रस्य नाम एव नित्यसूत्रं नित्यसूत्रम् अस्ति चेत् कृताकृत प्रसङ्गी इति दत्तम् अस्ति किल तत् कार्यं करोति वा न करोति वा कृत अकृत प्रसङ्गः स्थानं कृतम् अस्ति वा अकृतम् अस्ति वा तद् पुनः आगच्छति एव तस्य नित्यं कार्यं भवति तादृशसूत्राणां बलम् अधिकं पूर्व पर नित्य अन्तरङ्ग अपवाद उत्तरोत्तरबलीयः इति वार्तिकम् अस्ति. तादृश रीत्या पश्यामः चेत् पूर्वपरनित्य नित्यसूत्रं बलवत् भवति. अतः तित आत्मनेपदानां तेरे नित्यसूत्रं तस्य कार्यं सर्वदा भवति. यदा एरुः कार्यं करोति वा न करोति वा तित आत्मनेपदानां तेरे इत्यस्य अवसरः तु अस्ति. अतः तत् एरुः इत्यस्य अपेक्षया बलवान्, अतः तस्य कार्यं भवति. पुनः वदतु भगिनि, पूर्व पर नित्य नित्य अन्तरङ्ग अपवाद पूर्वपरनित्य अन्तरङ्ग अपवाद उत्तरोत्तरबलीयः. पूर्वस्य अपेक्षया परसूत्रम् उत्तर उत्तर बलीयः इत्युक्ते पूर्वस्य अपेक्षया परसूत्रं बलवत्. परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत्. नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत्. अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत् इति तादृशम् एकं क्रमः अस्ति. तद् वयं पाठः अस्ति अस्मिन् विषये. तत्र सूत्राणां बलाबलम् इति पाठस्य नाम. तद् वयं पठामः, अवश्यं पठामः. परन्तु एतादृशक्रमः एव, नित्यसूत्रं सर्वदा बलवत् भवति. सूत्रं बलवत्, तस्य बलम् अधिकं. नित्यसूत्रस्य लक्षणमस्ति यदा अन्यसूत्रम् आगत्य कार्यं करोति चेदपि पूर्वं वा परं वा प्रथमं वा अग्रिमं वा तस्य कार्यस्य अवसरः तु भवति एव. इत्युक्ते तादृशसूत्रस्य नाम नित्यसूत्रम्. अतः अस्मिन् सन्दर्भे एरुः टित आत्मनेपदानां तेरे द्वयोः सङ्घर्षः अस्ति. अत्र टित आत्मनेपदानां तेरे इति नित्यसूत्रमस्ति, अतः तस्य कार्यम् एव भवति. एरुः तत्र कार्यं न करोति, तद् बाधितम्. बहिङ् महिङ् इति आत्मनेपदानां विषये अस्तु. अवगतं किल? आम्. अस्तु, अतः वयम् इदानीं एरुः पर्यन्तं कृतवन्तः. लोटः लस्य एहेहुः इति तस्य अनुवृत्तिसहितसूत्रम् अस्तु. विजया भगिनी, तस्तस्तमेपां तान्तन्तामः अनन्तरं लोटो लङ्वत् इति सूत्रद्वयं स्वीकरोतु. प्रथमं तस्तस्तमेपां तान्तन्तामः कुत्र कुत्र आगच्छति इति वदतु. आं भगिनि, एतत् लोट् मध्ये आगच्छति. तत् अनन्तरं लोटो लङ्वति इति अपि तत्र प्रसिद्धकार्यमस्ति. अहं कुत्र अस्ति इति लोट् मध्ये कुत्र कुत्र आगच्छति? एतत् मम समीपे करपत्रं प्रथमकरपत्रे अस्ति भगिनि. लोटः इति तत्र एव भवति किल? आं भगिनि, तत्र परस्मैपदे तत्र लोट् लकारस्य उत्तमपुरुषस्य तत्र कार्यं करोति वा? उत्तमपुरुषस्य अनन्तरं प्रथमपुरुषः अपि अहं मम समीपे करपत्रमस्ति, परन्तु किम् अस्ति तत्र अहं चिन्तयामि. परन्तु तत्र लोट् प्रथमपुरुष तां इतां अन्तमपि तत्र कार्यं करोति. अनन्तरं स्व इतां इद्वं सर्वे आमेतः इति तत्र लोट् लकारस्य एकारस्य स्थाने आम् इति आदेशः भवति. आमेतः इति कार्यं करोति तत्र. अनन्तरम् एतदेव भगिनी खलु तत्र लोटो लङ्वति इति अस्य अनुवर्तिकार्यं लस् इति अकारस्य अधिकारस्य कार्यं सर्वत्र भवति. अनन्तरं सवाभ्यां वामो इति मध्यमपुरुषस्य स्व इति आदेशः तत्र भवति. आमेतः इति तत्र अपि तद् परस्मैपदेन भवति किल भगिनि. सवाभ्यां वामौ इति आत्मनेपदि आत्मनेपदि लोट् मध्ये आगच्छति खलु भगिनि. आम् परन्तु तस्तत् तमेपां तान्तं तामः कुत्र कुत्र आगच्छति इति एव वदतु भगिनि. तत्र परस्मैपदी लोट् लकारे यदा भवती उक्तवती प्रथमपुरुषस्य द्विवचने तस्तस्तमेपाम् इत्यस्य कार्यमस्ति. अनन्तरं मध्यमपुरुषे अस्ति वा? मध्यमपुरुषे अपि अस्ति खलु भगिनि. तत्र मध्यमपुरुष तत्र एव तत्र एव सवाभ्यां वामौ तत्र कार्यं लो तद् न सवाभ्यां वामौ आत्मनेपदी विषये एव परस्मैपदे सवाभ्यां वामौ न आगच्छति. द्विवचन बहु तासहस्ये अपि तत्र न आगच्छति लोट् लकारे भगिनि. तत्र भगिन्याः डाक्युमेण्ट् अस्ति चेत् तद् उद्घाटयतु. तत्रापि अस्ति सर्वं भव्या भगिन्याः तत्रापि तस्थ तत्र तस्थसमीपां तान्तं तामः आगच्छति. मिप् इत्यस्य कार्यमस्ति वा अन्ये अपि वक्तुं शक्नुमः? आम् मिप् इत्यत्र आगच्छति परस्मैपदी तत्र आगच्छति वा सूत्रेण बाधितमस्ति परस्मैपदी परस्मैपदी लोट् परस्मैपदी लोट् मेर्नि अपवादसूत्रः अस्ति. तदेव मम प्रश्नः. मेर्नि सूत्रं बाधितम् अस्ति. तत्र कार्यमस्ति परन्तु बाधितमस्ति. सम्यक् विधिलिङ्गपि विधिलिङ्गपि विधिलिङ्ग अत्र कार्यमस्ति वा? रूपम् इयं न भगिनि न. अं कथम् आगच्छति तत्र? मिप् स्थाने अम् आगच्छति. यासुट् परस्मैपदेषु उदात्तो निच इति सूत्रेण इय इति आगच्छति. अदन्तात् इति चेत् अकारस्य लोपः नास्ति. इय अम् योगः इयं सो अम् प्रसक्ति आस् अम् इति कार्यं भवति. तस्तमेपाम् अत्र कार्यं करोति अतः विधिलिङ्गि कुत्र कुत्र तस्य प्रसक्तिः तस्तस्तमेपाम् इत्यस्य भगिनि तस्तस्तमेपां विधिलिङ्गि कुत्र कुत्र कार्यं करोति? विधिलि सेम् इति उत्तम प्रथमपुरुषस्य द्विवचने मध्यमपुरुषस्य द्विवचने मध्यमपुरुषस्य बहुवचने उत्तमपुरुषस्य एकवचने तस्य मिप् चत्वारि सर्वदा तत्र तस्य कार्यं प्रथमपुरुषस्य द्विवचने मध्यमपुरुषस्य द्विवचने बहुवचने उत्तमपुरुषस्य एकवचने एव अस्ति तस्य कार्यं सर्वदा. परन्तु कदाचित् तस्य तद् बाधितमपि भवति. तावदेव तत्र लोटि एव तस्य सूत्रस्य प्रसक्तिः आत्मनेपदे अस्ति वा? मेर्नि न न तस्तमेपां नास्ति. सम्यक्. किमर्थम् इत्युक्ते प्रत्ययः इति नास्ति. सम्यक्. सूत्रस्य अनुवृत्तिः अस्ति वा भगिनि भवत्याः पार्श्वे? नितः लस्य तस्तमिपां तां तां तमः. नितः लस्य नितः लस्य इति एव तस्य कार्यम्. लोटो लङ्वत् करोति वा विजया भगिनी? लोटो लङ्वत् इति सित् मध्ये कार्यं करोति. एरुः अपि लोटः लस्य एहे उः इति कार्यं करोति तत्र. अनन्तरं से यच्छा इति लोटकस्य कि अपि तत्र प्रथमविभक्तिः कार्यं करोति. न न लोटो लङ्वत् परस्मैपदे कुत्र कुत्र कार्यं करोति तावदेव वदतु भगिनि. अन्यसूत्रस्य आवश्यकता नास्ति. प्रथमपुरुषस्य द्विवचने लोटो लङ्वत् कार्यं करोति वा? कार्यं करोति खलु भगिनि. तादृशमेव तादृशमेव वदतु भगिनि. कुत्र कुत्र तस्य प्रसक्तिः अस्ति इत्येव वदतु. मध्यमपुरुषे किमपि कोऽपि करोतु भगिनि. मम समीपे करपत्रं किञ्चित् सुरक्षितम् अस्ति. अस्तु, नास्ति चिन्ता. अरुणा भगिनी वक्तुं शक्नोति वा? न भगिनि, अहं न. अस्तु, नास्ति चिन्ता. अस्तु, रघुपतिमहोदय. लोटो लङ्वत् आम् कः भगिनी? आम् आम् विलम्बेन आगतवती, श्रोतुमेव इच्छामि इदानीम्. अस्तु, नास्ति चिन्ता. मीना भगिनी इति वा? अस्तु महोदय, वदतु महोदय. लोटो लङ्वत् लोटो लङ्वत् तत्र एकनिमिषं लोटो लङ्वत् तत्र इतस्य इति सूत्रं लोटो लोटो इत्यस्य अनुवर्तिः अस्ति. लोटः लस्य एतः आम् इति अस्ति. अनन्तरं तत्र आड् उत्तमस्य पिच्च इति सूत्रेण तत्र लोटो लङ्वत् तत्र इत्यस्यां सूत्रे लोटः इत्यस्य अनुवृत्तिः लस्य अधिकारः. अनन्तरम् अनुवृत्तिसहितसूत्रं लोटः लस्य उत्तमस्य आट् तत्र अङ्गकार्यं भवति. अत्र अङ्ग आगमः आद्यन्तौ टकितौ इति कार्यं करोति तत्र. अनन्तरं एते ऐ इति अपि कार्यं करोति. तद् तु भवती आत्मनेपदि वदति भगिनि. अहं परस्मैपदि पृच्छामि. तत्र अभ्यासः कुर्मः महोदय भगिनि. अभ्यासः इति भागः सिद्ध तिङ्ग तिङ् प्रत्ययाः सिद्ध तिङ् प्रत्ययाः इति भागस्य अभ्यासः कुर्मः. त्रिंशत् सूत्राणि अस्ति करपत्रस्य अन्ते, तद् कुर्मः इदानीम्. चत्वारि करपत्रे पेज् नम्बर् द्वादश. करपत्रस्य संख्या पुनः वदतु भगिनि. सार्धधातुकलकाराः अर्धधातुकलकाराः तत्र न न तिङ् प्रत्ययानां सिद्धिः इति किल भगिनि, तस्य नाम करपत्रस्य तिङ् प्रत्ययानां सिद्धिः द्वितीयकरपत्रं, तस्य अपि द्वितीयकरपत्रं तत्र अन्ते स्मः भगिनि. न अष्टाध्यायीपरिचयः समाप्तं भगिनि. अत्र 5.4 मध्ये अन्ते स्मः. सार्वधातुकप्रकरणम् अदन्तम् अङ्गम् अस्मिन् स्थले चतुर्थकरपत्रम् प्राप्तं किल. अस्तु लोटो लङ्ग्वत् इति वदतु महोदय. तस्थमिपं तं तं तामः इति तस्य नित् लकारेषु भवति, अतः तत्र प्रसक्तिः अस्ति लोट् लकारे. यद्यपि लोट् टित् अस्ति परन्तु नित्वत् भवति यत्र अपित् अस्ति. तावदेव अत्र लोटो लङ्वत् इत्यस्य प्रसक्तिः लोट् लकारस्य परस्मैपदीप्रत्ययानां कृते प्रथमपुरुषस्य द्विवचने, मध्यमपुरुषस्य द्विवचने बहुवचने, अनन्तरम् उत्तमपुरुषस्य द्विवचने बहुवचने कार्यम् अस्ति परस्मैपदेषु. तावदेव अत्र. अनन्तरं वयं यदा आत्मनेपदी गत्वा तत्र परिशीलयामः. आत्मनेपदे तस्य प्रसक्तिः नास्ति. लङ्वत् इति कारणात् लङ्गः लङ्गी कुत्र कुत्र प्रसक्तिः अस्ति महोदय? लङ् विद्य लङ् लकारे लङ्गी एकनिमिषं लङ् लकारे लोटो लङ्वत् वदति लोटः लङ्वत् भवतु इति एव तत् सूत्रस्य अर्थः. लोटः लङ्वत् भवतु, तत्र किमपि अनुवृत्तिः वा किमपि नास्ति. सूत्रसङ्ख्या अस्ति तृतीय अध्यायस्य चतुर्थपादस्य पञ्च सप्ततितमं सूत्रं किल, पञ्चाशीति लोटो लङ्वत्. पुस्तके अपि प्राप्तं वा? एरुः इति सूत्रस्य पूर्वसूत्रमस्ति लोटो लङ्वत्. एरुः इत्यस्य कार्यं वयम् इदानीमेव दृष्टवन्तः. लोटः लस्य एहे उः, अतः एव लोटो लङ्वत् इति सूत्रात् लोट् इति अनुवृत्तिः तत्र आगच्छति. लोटो लङ्वत् एरुः तत्र मनसि यदा सूत्रं पुस्तके पश्यामः तत्र सूत्रस्य अर्थस्य अपि अवगमनं सम्यक् भवति. लोटो लङ्वत् अनन्तरम् एरुः, अनन्तरमेव सेर्यपिच्च इति अस्ति, अतः तत्रापि लोटः इति अनुवृत्तिः आगच्छति किल. अस्तु, इदानीम् अस्माकं समीपे मेर्निः अस्ति. मेर्निः तस्य प्रसक्तिः कुत्र भवति? मेर्निः इति लोट् लोट् लकारोत्तम पुरुषे एकवचनम् तावदेव. लोटो लोट् लोट् लकारे एव उत्तमपुरुषस्य एकवचने मेर्निः. तस्य सूत्रस्य अनुवृत्ति वदतु महोदय एकवारम्. अहं वदामि वा भगिनि? आं वदतु भगिनि, कोऽपि वदतु. लोटः लोटः लस्ये मेहे निः इति निः. आं सम्यक्. तद् कुत्र अस्ति? तदपि सेर्यपिच्छ वा छन्दसि मेर्निः इति अस्ति. आमेतः इति सूत्रस्य पूर्वसूत्रमस्ति मेर्निः. उत्तमपुरुषस्य पटानि इति आगच्छति. आम् सम्यक्. लोटः इति अनुवृत्तिः तत्रापि आगच्छति. अतः लोटो लङ्वत् इति आरभ्य एव लोट् लकारस्य सूत्राणि अस्ति, तादृशक्रमः अस्ति अत्र. अतः किमपि चिह्नं स्थापयतु, लोटो लङ्वत् इति आरभ्य आगच्छति अनुवृत्तिः. लोटः इति मेर्निः इति सूत्रे अपि तस्य अनुवृत्तिः अस्ति. तत्र एव किल मेर्निः इत्यस्य कार्यम्. अन्यत्र आत्मनेपदेषु अस्ति वा? नास्ति भगिनि. निप् प्रत्ययं मेः एव आत्मपदे अस्ति. आम्, सम्यक्, उत्तमम्. तत्र आत् एव उत्तमपुरुषस्य किच् प्रत्ययानां पूर्वम् आगच्छति. अतः एव करवाव करवाम इति, करवाणि करवाव करवाम इति तत्र रूपं निष्पन्नम् उत्तमपुरुषस्य. तद् तस्य अनुवृत्तिसहितसूत्रमेकवारं वदतु भगिनि. लोटः लस्य उत्तमस्य आट् पिच् इति. पिच् उत्तमं. तस्य प्रसक्तिः अस्ति वा आत्मनेपदेषु? तत् एतत् सर्वं परस्मैपदीनाम् एव कार्यं करोति खलु भगिनि. आडुत्तमस्य पिच् आत्मनेपदे कार्यमस्ति वा? आत्मनेपदे आत्मनेपदे तत्र यदा वयं सूत्रस्य अनुवृत्तिः पश्यामः, लोटः लस्य उत्तमस्य आट् पिच्च, तत्र आत्मनेपदी परस्मैपदी किमपि न दत्तमस्ति. उत्तमस्य आट् पिच्च इत्येव दत्तमस्ति. अतः अस्ति वा नास्ति वा? अस्ति इति मन्ये. अस्ति, अस्ति एव, कार्यं करोति एव तत्रापि. आडुत्तमस्य पिच्च इति लोट्लकारस्य उत्तमपुरुषे एव कार्यं. किमर्थम् इत्युक्ते उत्तमस्य पिच्च इति दत्तमस्ति, आत् इति आगमः, परन्तु तस्य प्रसक्तिः परस्मैपदी आत्मनेपदी स्थलद्वयोः अपि भवति. आत्मनेपदी इति अनुवृत्तिः अनुवृत्तिः न आगच्छति, परन्तु वयं जानीमः यदा पश्यामः चेत्, यदा तत्र किमपि परस्मैपदी वा आत्मनेपदी किमपि न दत्तमस्ति, अतः वयम् अवगन्तुं शक्नुमः द्वयोः स्थलयोः तस्य कार्यम् अस्ति एव. अस्तु, अग्रिमसूत्रं गच्छामः वा? नित्यं नितः. नित्यं नितः इति स्थाने वस्मस् निच्छु लकारेषु लोटि च अनयोः स्थितस्य सकारस्य लोपः तस्य भवति. तत्र सूत्रं नित्यं नितः इति. नितः लकारस्य सकारस्य उत्तमपुरुषस्य प्रत्ययस्य अन्त्यसकारः लोपः भवति. तत्र येन विधि तदंस्तस्य इति सूत्रेण अपि तत्र कार्यं करोति. लस्य स्थाने तत्र कार्यम्. अनन्तरं उत्तमपुरुषस्य एव बस् मस् इति स्थाने वहमः इति आगच्छति. लङ्लकारस्य वाम वाम लङ्लकारस्य परस्मैपदी वाम नित्यं नितः कार्यं करोति. अन्यत्र अन्यत्र कुत्रचित् वदतु. लोटि लोटि विधिलिङ्गपि नित्यं नितः. नित्यं नितः. आम्, नित्यं नितः. तत् सूत्रमेव किमपि अन्यत् सूत्रं बाधयति किल? नित्यं नितः ससजुषोरुः बाधयति किल? वस्मस् भगिनि तत्र कार्यं विभक्तौ न विभक्तौ स्मः इति सूत्रस्य. ससजुषोरुः वस् मस् इत्यत्र कार्यं करोति वा? प्रसक्तिः अस्ति. परन्तु नित्यं नितः तद् बाधयति किल? तस्य अनुवृत्तिसूत्रं नितः लस्य सः उत्तमस्य नित्यं लोपः. सम्यक्. कुत्र अस्ति भगिनी पुस्तके? पुस्तके नास्ति भगिनि, एतत् सर्वं करपत्रं न न अहं पृच्छामि, अष्टाध्याय्यां कुत्र अस्ति सूत्रं, सूत्रसङ्ख्या वदतु. अष्टाध्याय्याम् एतत् अष्टाध्य नित्यं नितः इति तृतीय अध्याये चतुर्थपादे एव नवनवतिः इति सूत्रेण. नवनवतिसूत्रम् अत्र सूत्रं नितः लस्य सः उत्तमस्य नित्यं लोपः, पूर्वसूत्रात् उत्तमस्य इति अनुवृत्तिः आगच्छति, अन्यत् सर्वं कुतः कुत्र कुतः आगच्छति. नितः इति नित्यम् इति अस्ति, लस्य इति अधिकारः, नित्यं लोप नित्यम् तु अस्ति एव, लोपः कुतः आगच्छति, इतश्च लोपः परस्मैपदेषु 3497 इति अस्मात् लोपः लोपः आगच्छति. सम्यक्, नित्यं नितः इत्यत्र पूर्णतया वयं परिशीलितवन्तः वा सर्वत्र? अस्तु, विधिलिङ्गि अपि अस्ति किल, इव इम आं भगिनि, आत्मनेपदी तस्य प्रसक्तिः अस्ति वा नित्यं नितः? अग्रिमसूत्रं सेर्यपिच्च, तत्र प्रथमम् अनुवृत्तिः स्वीकरोतु. लोटः लस्यसे हि अपित् च इति अनुवृत्तिसूत्रं तत्र, अतः कुत्र आगच्छति? एतदपि तृतीयपादे चतुर्थ तृतीयाध्याये चतुर्थपादे अस्ति. लोट् लकारस्य ति इत्यस्य स्थाने हि इति मध्यमपुरुषे एकवचनरूपेण आगच्छति. से षष्ट्यन्तं तत्र, अनन्तरं हि इति प्रथमान्तम्, अतः एव आगमः आदेशः भवति. अतीत् तत्र प्रथमान्तं, तत्र नामकरणमिति आदेशः आगमः, एतत् सर्वम् आगच्छति. एतत् अनेकपदमिदं सूत्रं. लोटो लङ्वत् अपि तत्र कार्यम् अस्ति. लोटः इत्यस्य अनुवृत्तिः, लस्य इति अधिकारे एतत् सर्वम् अस्ति. तस्य प्रसक्तिः सेर्यपिच्च इत्यस्य प्रसक्तिः लोटि अस्ति वा, क्षम्यतां, लोटि आत्मनेपदी अस्ति वा? नास्ति. केन बाधितं भगिनि? सिप् प्रत्ययः तत्र नास्ति. सम्यक्, सेर्यपिच्च लोटो लङ्वत् एरुः अनन्तरं सेर्यपिच्च, एतत् क्रमः अस्ति अस्माकम् अष्टाध्याय्यां. लोटः इति अनुवृत्तिः तत्रापि आगच्छति. अग्रिमसूत्रमस्ति अतो हेहे. सूत्रस्य अनुवृत्तिः प्रथमं स्वीकरोतु. अतः अङ्गात् एहे लुक् तत्र लोपः भवति. कुत्र कार्यं भवति तस्य? ह्रस्वाकारस्य अङ्गात् परस्य षि इति अस्य लुक् भवति, लोपः भवति तत्र. कुत्र अस्ति ह्रस्वः हकारः? तत्र अदन्तम् अनदन्तं, तत्र अनदन्तं ह्रस्व अकारः अस्ति चेत् तत्र कार्यं करोति. शक्नुहि इति आगच्छति मध्यमपुरुषे एकवचनं. हे हे लुक् एव भवति किल भगिनि? गच्छ इति आगच्छति किल, गच्छतु इति प्रथमपुरुषे एकवचने, गच्छ त्वं गच्छ इति आगच्छति किल. ब्रूहि देहि इति देहि ब्रूहि आम् सम्यक् इति अनदन्ताङ्कविषये तत्र तस्य लोपः न भवति. सेर्यपिच इत्यनेन तत्र हि आगच्छति, अनन्तरम् अतोहेः इत्यनेन तस्य लुक् भवति सम्यक्. तदपि कुत्र अस्ति अस्माकं पुस्तके? ए 105 किल 64105 षष्ठमध्यायस्य अस्ति. अतः अधिकारः कः भगिनि? षष्ठमध्यायस्य चतुर्थपादे अङ्गाधिकारे कार्यम् अस्ति. सम्यक् उत्तमम्. अग्रिमं स्वीकरोतु. तुह्योस्तातम् अशिषि अन्यतरस्याम् प्रथमम् अनुभूतिः स्वीकरोतु. कोऽपि करोतु. अङ्गस्य तुह्योः तातम् आशिषि अन्यतरस्याम् इति अनुवृत्तिसहितसूत्रम् इति अङ्गस्य तुह्योः तु हि तुहि इत्यनयोः स्थाने विकल्पेन अन्यतरस्यां विकल्पेन तात् इति आदेशः भवति. तु इति लोटि लोटि आशिषि आशीर्वादार्थे आशीर्वादार्थे तु स्थाने तात् इति अन्यतरस्यां विकल्पेन भवति परस्मैपदी. हि स्थाने तात् इति भवति. उत्तमपुरुषस्य एकवचनं मध्यमपुरुषस्य एकवचनं लोटि लोटि. सम्यक्. आत्मनेपदे तस्य प्रसक्तिः अस्ति वा? नास्ति. तु हि एव तत् सूत्रस्य संख्या भगिनि 7135. तत्रापि अधिकारः कः? अङ्गाधिकारः अस्ति. अङ्गस्य तुह्योः लोटि आशीर्वादार्थे. अतः यदा तद् अन्यतरस्याम् इति दत्तमस्ति किल, अतः एकः किं भवति अन्यत् किं भवति एकवारं वदतु भगिनि. तु आर् तात् गच्छतु गच्छतात् गच्छतु गच्छतात् लोपः भवति किल? हि तु अदन्तात् अङ्गात् लोपः भवति. अनदन्तात् हि इति अवशिष्यते. हि स्थाने तात् इति आदेशः भवति अन्यतरस्य. ओ लोपः तात् लोपः हि अस्ति चेत् तात् इति आदेशः भवति. न तादृशं नास्ति. सेर्यपिच्य इत्यनेन यद् हि आगच्छति तत्तु अतोहेः इति एकं कार्यं, तुह्योस्तातम् अन्यतरस्याम् इति भिन्नकार्यम् इति गच्छ गच्छतात् ओके ओके द्वयोः कार्यम् तावदेव किल तस्य कार्यं तु हि इति स्थाने एव. अग्रिमं स्वीकरोतु. इतश्च महोदय भवान् किमर्थं मौनेन तिष्ठति? किञ्चित् अनेक कार्य अस्मि, पञ्चनिमिषानन्तरं करोमि भगिनि. अस्तु अस्तु, नास्ति चिन्ता. अन्ये अपि वक्तुं शक्नोति यदा जानाति चेत्. इतश्च विजया भगिनी तत्र अनुवृत्तिः पठतु. इतश्च तत्र अनुवृत्तिसूत्रं सम्यक्. पुनः एकवारम् अरुणा भगिनि. इतः लस्य इतः परस्मैपदस्य लोपः. अतः तस्य कार्यं कुत्र भवति? परस्मैपदे वा आत्मनेपदे वा? परस्मैपदे वा. ङित् इत्युक्ते कः लकारः? लङ् लिङ्ग् लङ् लिङ्ग् यत्र ङकारस्य इत्संज्ञा भवति तदेव ङित् अतः लङ् लङ् परस्मैपदे कार्यं कुत्र भवति इति परिशीलयामः. वदतु कुत्र अस्ति इति इतश्च. इतश्च तत्र बाधितं भवति एकवचनम्. सम्यक्. अनन्तरं तत्र इतश्च कुत्र बाधितं वदतु. वदतु भगिनि. लोट् एरुः इति तत्र सूत्रेण पठति इति आगच्छति. इकारस्य स्थाने पठतु इति उकारः आदेशः भवति खलु भगिनि तत्र. तत्र लोट् लकारे, परन्तु इदानीं वयं लङ् लकारं परिशीलयामः. लङ् लकारे इतश्च कार्यं प्रथमपुरुषे एकवचनं सम्यक्. उत्तमपुरुषवचनं सर्वत्र तस्य कार्यं भवति. मध्यमपुरुष क्षम्यताम् उत्तमपुरुष एकवचने तस्य कार्यमस्ति वा बाधितम् अस्ति वा. बाधितमस्ति. इतश्च इत्यनेन अपठत् अपठः अपठः एव किल मध्यमपुरुषे सकार तत्र इतस्य अनुवृत्तिसूत्रं नितः अस्ति. इतः परस्मैपदस्य लोपः इति आगच्छति वा. परस्मैपदे एव परस्मैपदे ङितः इति कारणात् लङ् विधिलिङ्ग् अतः तस्य कार्यम् आत्मनेपदे न भवति. सम्यक्. तद् कुत्र अस्ति भगिनि इतश्च. तृतीय अध्याये चतुर्थपादे शततमं सूत्रं इतश्च तत्रापि अनुवृत्तिः नितः लस्य इतः परस्मैपदी इति कुतः आगच्छति. इतश्च लोपः परस्मैपदेषु इति सूत्रेण परस्मैपदी इति आगच्छति. सम्यक्. इदानीं तावदेव किल भगिनि. तत्र अन्यत्र कुत्रापि कार्यं नास्ति किल. अस्तु. संयोगान्तेषु लोटः लोपः परस्मैपदेषु इत्यनयोः अनुवृत्तिः अपि तत्र अस्ति. लोटः इति अपि अनुवृत्तिः अस्ति. कुत्र इतश्च इति अत्र वा. लोटः नास्ति किल. लोपः तावदेव लोपः. सम्यक्. इतः लोपः परस्मैपदेषु लोपः. सम्यक्. इदानीम् इतश्च संयोगान्तस्य लोपः वदतु भगिनि. अनुवृत्तिसहितसूत्रं संयोगान्तस्य पदस्य लोपः कस्मिन् अध्याये पदस्य अन्तिमकार्यं भवति संयोगान्तस्य लोपः. अतः कार्यं कुत्र उत्तम परस्मैपदे उत्तमपुरुषस्य बहुवचनं लङ्लकारे एकवचनं सर्वं भविष्यति. लङ्लकारे एव वा अन्यत्र लङ्लत्र अन्यत्र कुत्र कुत्रापि नास्ति नास्ति किल परस्मिन्प्रति लङ्लकारे बहुवचनं एक एक एकस्मिन् एव स्थले अन् एकस्मिन् अन् इति लङ्लकारं भवति. अपठत् अपठताम् अपठन् अपठन् इति संयोगान्तस्य लोपः. सम्यक्. अग्रिमसूत्रं पश्यामः. जेर्जुस् लकारे एव सम्यक् अनुवृत्तिः अतः कुत्र अस्ति कार्यम् एकवचनम् आगच्छति सर्वं लिङ्गः लस्य नेहे जुस् इति अतः स्थानी भवति. लिङ्ग लकारस्य नि इत्यस्य स्थाने जुस् इति आदेशः भवति. तत्र पटेः वा भगिनि युः इति आगच्छति तत्र ईकारः कथम् एकारः भवति इति पश्यामः अग्रिमपाठः तदेव. पठ योगः युः पटेयुः इति भवति. यास् आदेशः अनन्तरं इय भवति किल यासुट् आगमः अनन्तरं यासस्थाने यास्थाने इ आदेशः सकारस्य लोपः भवति. इयकारः अस्ति यकारस्य लोपः न भवति. किमर्थमिति चेत् ऊकारः अस्ति अतः कस्य अपवादः अस्ति जोन्तस्य जोन्तः. चेर्जुस् कुत्र अस्ति? 1 0 3 4 1 0 8 7 1 0 8 आदेशः लिङ्गः लस्य लस्य इति अधिकारः लिङ्गः इति लिङ्गः स्यूट् इत्यनेन अनुवृत्तिः आगच्छति. लिङ्गः स्यूट् इति आरभ्य एकं चिह्नं स्थापयतु सर्वे लिङ्ग्लकारविषये विधिलिङ्ग्लकारविषये एव. न केवलं विधिलिङ्ग् आशीर्लिङ्ग् अपि आगच्छति परन्तु तत्र एकं मार्क् करोतु. लिङ्गः स्यूट् यासुट् परस्मैपदेषु उदात्तो निश्च किमपि आशीर्लिङ्ग् विषये अनन्तरं लस्यरन् इतोवात् सट सुट् तितोः तदहमपि न जानामि. जेर्जुस् इत्यत्र लिङ्ग् ताव तद् पर्यन्तं लिङ्ग् लकारः जेर्जुस् दृष्टवन्तः. अनन्तरं यासुत् परस्मैपदेषु उदात्तो निश्च सूत्रम् अनुवृत्तिः वदतु. लिङ्गः लस्य परस्मैपदानां यासुत् उदात्तः नित नित् च इति तत्र अनुवृत्तिसूत्रं. कुत्र कुत्र कार्यं भगिनि? तत्र यासुट् इति अतः विधि तत्र सर्वत्र भवति विधिलिङ्ग आत्मनेपदे भवति वा? आत्मनेपदे न भवति. परस्मैपदेषु सर्वत्र. सर्वत्र कार्यं भवति येन यास् इति आगमः. सम्यक्. अग्रिमं गच्छामः वा? तावदेव किल. तत्र एक नित्लक लिङ्ग्लकारे एव परस्मैपदेषु एव अग्रिममस्ति अतो ये वदतु. परस्मैपदी इति सूत्रमपि कार्यं करोति खलु भगिनि? लिङ्गः लस्य परस्मैपदीनां चायुत् यासुत् इति उदात्तः ञित ञित् च इति तत्र लिङ्गः इति तत्र शेषः परस्मैपदीनाम् इति सूत्रमपि तत्र कार्यं करोति खलु भगिनि? तद् तद् संज्ञासूत्रमस्ति. परस्मैपदी इत्युक्ते किम् इत्यत्र शेषः परस्मैपदम् इति संज्ञासूत्रमस्ति. एतत्तु विधिसूत्रमस्ति किल, अतः कार्यम् इति न, परस्मैपदेषु परस्मैपदे इत्यस्य लक्षणं किम् इत्युक्ते किम् इत्युक्ते शेषः परस्मैपदी इति सूत्रेण वयं जानीमः तद् किमपि अवशिष्टमस्ति तदेव परस्मैपदी इति. तत् संज्ञासूत्रमस्ति, एतद् विधिसूत्रमस्ति. विधिसूत्रम् अतिदेशसूत्रमपि च मया सूत्रं नित्वम् आरोपितं वा नित्वत् नित्य. अग्रिमं गच्छामः वा? अतो येयः एतत् सामान्यसूत्रमस्ति. तत्र अनुवृत्तिसूत्रम् अतः अङ्गात् कार्यदातुकस्य य इति स्थाने यः आदेशः भवति. तत्र तत्र कार्यम् अस्ति इति लिङ्गकार्यं लिङ्गकार्यं भवति. सम्यक्. कुत्र तस्य कार्यं? यत्र यत्र यकारः अस्ति तत्र तत्र तस्य कार्यं भवति. कुत्र यकारः अस्ति? तत्र तत्र कार्यं तावदेव. तत् अतो येयः इत्यस्य कार्यं यत्र यासुट् आगच्छति यत्र यकारः अस्ति तत्र कार्यं भवति इति. इकारः यकारस्य स्थाने इयः. परन्तु सूत्रसङ्ख्या अपि एव भवति अकार तद् मुख्यबिन्दुः अस्ति अदन्त अङ्गस्य एव. सूत्रसङ्ख्या 728. अतः अधिकारः सम्यक्. लोपो व्योर्वलि तत्र अधिकारसूत्रं व्योः लोपः वलि इति. यकारस्य स्थाने यकारः आदेशः अनन्तरं इय इति भवति तत्र. तदपि लोपो व्योर्वलि इति आम् विधिसूत्रं विधिसूत्रमेव विधिसूत्रमेव कार्यमेव भवति किल लोपः इति कार्यं लोपः. कुत्र अस्ति सूत्रम्? अङ्गाधिकारः नास्ति. एतत् वर्णकार्यमस्ति किल यकारस्य लोपः सर्वत्र भवति. यत्र यत्र यकारः अस्ति वल् प्रत्यारस्थ वर्णस्य पूर्वं यकारः अस्ति चेत् तस्य अस्तु. अतः यत्र यत्र यकारः आगच्छति तत्र तत्र तस्य लोपः भवति. सम्यक्. अतः विधिलिङ्गि तस्य कार्यं तु अस्ति एव. आत्मनेपदे वा आत्मनेपदे अपि अस्ति किल? अत्रापि अस्ति आत्मनेपदी अपि अस्ति परस्मैपदी अपि अस्ति. सम्यक् अस्तु. टित आत्मनेपदानां टेरे इति आरभ्य प्रायः सर्वे आत्मनेपदिविषये एव अस्ति. सूत्रसङ्ख्या प्रथमं पश्यतु. तृतीयचतुर्थपादस्य तस्य अनुवृत्तिः कोऽपि पठतु. पितः लस्य आत्मनेपदानां तेः ये अतः कुत्र कार्यं भवति तत्र आत्मनेपदी लट् प्रथमं लट् स्वीकरोतु. कुत्र कुत्र आगच्छति सर्वत्र अस्ति वा? आं सर्वत्र भवति. सर्वत्र भवति. आम् अनन्तरं लोट् परन्तु तत्र त ते भूत्वा तां भवति वा ताम् इति ते भूत्वा एव तां भवति ते भूत्वा एव तां भवति किल एकारस्य एव आम् इति आदेशः भवति. अतः टित आत्मनेपदानां तेरे इत्यस्य कार्यम् अत्रापि अस्ति. टित् लकारः अस्ति किल लोट् लोट् तत्र कार्यम् अस्ति. लोटो लङ्वत् वयं पठितवन्तः. लोटो लङ्वत् इत्यस्य प्रसक्तिः आत्मनेपदेषु नास्ति इति पठितवन्तः वयं. परस्मैपदे एव तस्य कार्यं तद् मनसि भवेत्. अस्तु अतः लङ्लकारे अस्ति वा? नास्ति लङ्लकारे नास्ति. विधिलिङ्ग् तु नास्ति एव. टित किल टित् लकारः नास्ति. अग्रिममस्ति अचोन्त्यादि टि टि इति कीदृशसूत्रमस्ति अचोन्त्यादि टि इति? संज्ञासूत्रम्. अनुवृत्तिः एकवारम् अनुवृत्तिः अन्त्यादिति अचः अन्त्यादिति. अस्तु अग्रिमं पश्यामः. यदा इदानीं जानीमः किल संज्ञासूत्रम् इत्युक्ते कार्यं किम् इति. आतोङितः इति अग्रिमसूत्रं तत्र अनुवृत्तिः कः? अतः अङ्गात् मितः सार्वधातुकस्य आप्तो यः इति तत्र अस्ति. तत्र आताम् इति तत्र कार्यं करोति. आताम् इति नित्लकारेषु किल तत्र परस्मैपदी लङ् इत्यत्र आगच्छति वा आतोङितः? आम् परन्तु परस्मैपदेषु आतोङितः आत् नास्ति किल. अतः अङ्गात् ङितः सार्वधातुकस्य आतो इयः. तत्र लङ्लकारे वयं तु आत् एव नास्ति इदानीम्. अतः परस्म आत्मनेपदी लङ् स्वीकरोतु. तत्र अस्ति वा न न आतोङितः इति सूत्रं वदतु महोदय. आत्मनितः इति सारि नित्लकार आत्मनितः हा भवति. आत्मनितः भवति लङ्लकारे आत्मनेपदे. आत्मनेपदे अस्ति किल. आमां नित्लकारे अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्त्वम् इति एव सूत्रं वदति आतोङितः. अतः आकारस्य स्थाने यत्र यत्र आकारः अस्ति तत्र एव तस्य कार्यम् आतोङितः. आतो इति दीर्घं किल. अस्तु अतः प्रथमपुरुषस्य द्विवचनं मध्यमपुरुषं द्वितीय मध्यमपुरुषस्य द्विवचनम् अपि विधिलिङ्गि विधिलिङ्गि स्यूट् आगमः तत्र न भवति अतोनितः इति स्यूट् आगमः भवति कार्यं करोति आकार नास्ति तत्र अस्ति भवेतां न सीयुट् आगमासि इयुट् आगमा सिया इति आदेशः भवति तत्र सकारस्य लोप इयतां केनापि बाधितमस्ति वा तत्र विधिलिङ्गि लिङ्गसीयुट् इति आताम् अस्ति तत्र सीयुट् आगमः भवति सीया आताम् आताम् अस्ति अत्र अतः इयाताम् इति भवति अतः अतः लिङ्गः सलोपोनन्तस्य इति सूत्रम् आगच्छति तत् बाधितं नास्ति परन्तु अहं वदामि तदेव आगत्य इयाताम् इति भवति तत्र अस्य प्रसक्तिः नास्ति साक्षात् परम् इति वदति सूत्रम् आतोङितः अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वम् इति पञ्चमी अस्ति किल पञ्चमी अस्ति इत्युक्ते साक्षात् परः इय इति आगत्य तत् कार्यं बाधितम् इदानीम् अतः लिङ्गः सीयूट् इति तत् आता क्षम्यताम् आतोङितः इत्यस्य कार्यं लिङ्गः सीयूट् इत्यनेन बाधितम् भगिनी तत्र सार्वधातुक इत्यस्य अनुवृत्तिसूत्रम् अस्ति इति आतोङितः तत्र अपीत् अस्ति नित्वत् कारणेन अतिदेशसूत्रम् अस्ति इति अस्ति तत्र अतिदेशसूत्रम् इत्युक्ते किं भगिनि अतिदेशसूत्रं यदा वयम् इदानीं दृष्टवन्तः किल असेर्य पिच्च इति तत्र पित्त्वम् आरोपितमस्ति तद् पित् नास्ति परन्तु पित् इव कार्यं करोतु इति यदा वयं वदामः तद् अतिदेशसूत्रं निति च क्षम्यतां सार्वधातुकम् अपित् इति दृष्टवन्तः किल सार्वधातुकम् अपित् नित्वत् भवतु इति तद् अतिदेशसूत्रं तद् तु अपित् अस्ति नित् इति कुत्रापि न उक्तमस्ति परन्तु सार्वधातुकम् अपि नित्वत् इति कथं वदामः तत्र वयं नित्वम् आरोपयामः तादृशं कार्यं करोतु इति तदेव अतिदेशसूत्रम् अस्तु अतः तदपि अभवत् सहस्रे वदतु भगिनि कुत्र भवति तत्र तत्र मध्यमपुरुषे एकवचनं तत्र कार्यं करोति आत्मनेपदानां तेरे इति अपि तत्र कार्यं करोति तत्र टी भागः सकारस्य कार्यं करोति खलु भगिनि तत्र स्थाने सम्यक् स्थितात्मनेपदानां तेरे इत्यस्य अपवादसूत्रं सम्यक् कुत्र अस्ति महोदय सहस्रे तृतीय अध्याये स्थितात्मनेपदानां तेरे अग्रिमसूत्रमेव तासहस्रे अस्तु अग्रिमं कुर्मः आमेतः आमेतः अनुवृत्तिः लोटः लस्य लोटः लस्य एतः आम् अतः कार्यं कुत्र भवति लोट्लकारे आत्मनेपदी कुत्र अस्ति एकारः अस्ति अत्र आम् आदेश आमेतः प्रथमपुरुष एकवचनपुरुषे एकवचनम् आमेतः अनन्तरं कुत्रापि अन्यत्र अस्ति वा? अस्ति, बहु भवति, सर्वत्र भवति खलु. द्वितीय द्विवचने अपि अन्यथा भवति तत्रापि. एकारस्य स्थाने आम् इति आदेशः भवति. सम्यक्. अतः सर्वत्र इति न, परन्तु बहुषु स्थलेषु प्रथम पुरुषे एकवचने द्विवचने अपि च तत्रापि भवति आमादेशः भवति. ये स्थाने तास् तत्र न भवति, तत्र स्वा तास् तत्र न, तत्र ये एकारः नास्ति खलु. तास् सेः इति भवति, तत्र एकारः स्वाभ्यां वामो भवति, स्वाभ्यां वामो भवति. वकार अपि आमादेशः भवति तत्र, तत्र नास्ति. अनन्तरं आमेतः, अस्तु, ओ आमेतः उत्तमपुरुषे उत्तमपुरुष बहुवचने न भवति, तत्रापि आमेतः न भवति. किमर्थमित्य स्वाभ्यां वामौ इति आम् आदेशः भवति. तत्र सूत्रस्य प्रसक्तिः अस्ति द्वे इति, परन्तु तत्र न भवति. इट् तत्रापि ए अस्ति अस्ति, तत्र तत्र एत अन्यत् सूत्रं कार्यं करोति. तत्रापि आमेतस्य प्रसक्तिः अस्ति, ईद् अस्ति, इट् ए भवति, टीतासदनटीरे इति सूत्रेण ए तत्र आम भवितुम् अर्हति, परन्तु तत्र न भवति. एत ऐ आदेशः भवति एत. अपि च अग्रे वहे वहे अस्ति, तत्रापि भवति, परन्तु तत्रापि ए उत्तमपुरुषे एत ऐ इति तत्रापि. महिङ्ग् अस्ति महे इति, तत्रापि प्रसक्तिः अस्ति, परन्तु तत्रापि एत ऐ इति सूत्रेण तत् कार्यं न करोति. सम्यक्, उत्तमम्. अतः आमेतः अभवत्, अनन्तरं सवाभ्यां वामौ. लोट् लकारे अनुवृत्तिः लोटः लस्य सवाभ्याम् एतः वामौ इति तत्र अनुवृत्तिसहितसूत्रमस्ति. एतत् सूत्रं तु सवाभ्यां वामौ इति सूत्रम् आमेतः इति सूत्रस्य अपवादकसूत्रमस्ति. तत्र लोट् लकारस्य सकारस्य वकारस्य च एकारस्य स्थाने क्रमेण वकारः अम् इत्यनयोः आदेशः भवति तत्र. अतः कुत्र कुत्र तत्र तासहस्ते इति सूत्रमस्ति खलु भगिनि, तत्र तत्र यकार लस्य इति स्थाने यकारः प्रत्ययः आदेशः भवति, तत् स्थाने सकारः वकारः आदेशः भवति. सामान्यसूत्रम् एतत् तास् द्वम् द्वयोः स्थलयोः सवाभ्यां वामौ. अन्यत्र कुत्रापि अस्ति वा सवाभ्यां वामौ? लोटः लस्य एव न, तत्र एव कार्यं करोति खलु भगिनि, स्थाने एव कार्यं करोति. सूत्रसङ्ख्या भगिनि 3-4 सूत्रसङ्ख्या तृतीय अध्याये एव चतुर्थपादे अस्तु. आमेतः अग्रिमसूत्रं सवाभ्यां वामौ. एकनवतिः इति सूत्रेण कार्यं करोति. सम्यक्, उत्तमम्. अग्रिममस्ति एत एत ऐ न आद् उत्तमस्य पिक्षा न क्षम्यतां, सूत्र अत्र वदामि, अभ्यासे वदामि. एत ऐ एत ऐ एव ऐ अनुवृत्तिः एकः ऐ इति तत्र अनुवृत्तिसहितसूत्रमस्ति. एतदपि अतिदेशसूत्रमस्ति. किमर्थम् अतिदेशम्? न आदेशः एव, आदेशः भवति, विधिसूत्रं विधिसूत्रं विधिसूत्रं. कार्यं कुत्र अस्ति? उत्तमपुरुषे उत्तमपुरुषे सर्वत्र लोटि सर्वत्र लोटि लोटि सम्यक् लोटि सर्वत्र अन्यत्र कुत्रापि नास्ति तत्सूत्रमेव सवाभ्यां वामौ आडुत्तमस्यपि च एत ऐ इति अग्रिमसूत्रं त्रिनवतितमं सूत्रम् अग्रिममस्ति लिङ्गः सियुट् लिङ्गः सियुट् जानीमः कुत्र भवति विधिलिङ्लकारे आत्मनेपदेषु सम्यक् लिङ्गः सलोपोनन्तस्य तत्र यासुट् यत्र सकारः अस्ति परस्मैपदेषु अपि भवति विधिलिङ्लकारे अपि च आत्मनेपदे अपि भवति स्यूट् तत्रापि स्यूट् आगमः यत्र अस्ति तत्र अनन्त अन्तस्य न अन्तस्य अनन्तस्य अन्तस्य सकारस्य लोपः भवति भवत्या पूर्वम् उक्तम् आडोत्तमस्य पिच्छे इति तत्र परस्मैपदे अस्ति अनन्तरं तत्र अध्यारोपः अस्ति खलु भगिनि तत्र आडुत्तमस्य पिच्छाम् लिङ्गः सलोपोनन्तस्य इति सूत्रं कस्मिन् अध्याये अस्ति अङ्गात्कस्य लिङ्गः अनन्तस्य स लोपः सकारस्य लोपः विधिलिङ्गि एव तस्य कार्यं चस्यरन् चस्यरन् अपि विधिलिङ्गि एव किल आम् क्षम्यं लिङ्गः लस्य जस्यरन् सूत्रसङ्ख्या 3415 तस्यरन् तदपि आत्मनेपदी एव अनेकाल्षित् सर्वस्य विधिलिङ्गे एव विधिलिङ्ग् बहुवचने सम्यक् प्रथमपुरुषवचने एकस्मिन् एव स्थले अनेकाल्षित् सर्व वदतु इति सूत्रस्य अपवादसूत्रमस्ति जोन्तः अत्र कार्यं करोति वा नास्ति कार्यं न करोति परन्तु तत्र जस्य रन् इति सूत्रस्य अपवादसूत्रमस्ति जोन्त्य आदेशः झकार आमां तस्य जोन्तः इत्यस्य अपवादः एव किमर्थम् इत्युक्ते लोट् लकारे जकारस्य स्थाने अन्त आदेशः जोन्तः इति सूत्रेण अत्रापि तस्य प्रसक्तिः अस्ति एव किल आम् तत्र नास्ति खलु भगिनि प्रसक्तिः अस्ति कार्यं नास्ति सूत्रद्वयमेव अवशिष्टं वयं समापयामः तत् कृत्वा अनेकाल्षित् सर्वस्य कीदृशसूत्रमस्ति अनेकाल्षित् सर्वस्य परिभाषासूत्रं परिभाषासूत्रम् अनेकाल्षित् सर्वस्य स्थाने इति एव वदति तस्य प्रसक्तिः तु यत्र यत्र स्थानि सम्यक् स्थानि सम्यक्तया न उक्तं वयं न जानीमः सूत्रं दृष्ट्वा स्थानि कुत्र अस्ति इति तत्र तत्र आगत्य तस्य कार्यं करोति एव अनेकाल्षित् सर्वस्य इटो अत् अन्तिमसूत्रम् इटो अत् तत्र यस्य रन् इति न विभक्तं सुष्मा अपि कार्यं करोति खलु भगिनी तत्र नकारः तिष्ठति एव न लोकः इतो अत् कुत्र कार्यं करोति लिङ्गः लस्य इतः अत् इति विधिसूत्रमस्ति तत्र इट् इति आ अत् इति आदेशः भवति उत्तमपुरुषस्य एकवचने एकवचने एव इतो अत् सम्यक् कुत्र अस्ति इतो अट् 106 अस्य रन् अग्रिमसूत्रमस्ति इतो अत् अतः जेर्ग्युस् पर्यन्तं लिङ् लकारः अतः तत्र तस्यापि अनुवृत्तिः सम्यक् एकस्मिन् वर्गः सम्यक् आसीत् भगिनि धन्यवादः तत्र वयं 30 सूत्राणि एकस्मिन् एव दिने वयं कृतवन्तः उत्तमम् अग्रिमसप्ताहे वयं नूतनपाठम् अग्रिमपाठं प्रति गच्छामः अग्रिमसप्ताहे मिलामः अङ्गस्य सिद्धः किं प्रत्ययाणां च संयोजनमेव खलु भगिनि आम् आम् अग्रिमपाठः तदेव आम् नूतनपाठः अग्रिमसप्ताहे धन्यवादः धन्यवादः शुभदिनं शुभदिनम्